पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 53 युधिष्ठिर उवाच आषाढस्य सिते पक्षे काच एकादशी भवेद् किं नाम को विधिस्तस्या यदद्विस्तरदो वद श्रीकृष्ण उवाच कथयामि महापुण्यां स्वर्गमोक्षो प्रदायिनीं शयनीं नामनामेदि सर्वपापहरां परां यस्याश्रवणमात्रेण वाजपेयफलं लभेद सत्यं सत्यं मया प्रोक्तं नादपरतरं नृणां पापिनां पापनाशाय सृष्टा धात्रा महोत्तमा अधः परा न राजेन्द्र वर्तते मोक्षदायिनी यतस्मात् कारणाद्राजन् श्रूयतां गतिरुत्तमा भवेन्नराणां श्रोतॄणां कदा या श्रवणादपि ते सदा वैष्णवा राजन्मम भक्तिपरायणाः आषाढे वामनश्चैव पूज्यते परमेश्वरः वामनपूजितो येन कमलै कमलेक्षणः आषाढस्य स्थिते पक्षे कामिकायादिने तथा तेनार्चितं जगत्सर्वं त्रयो देवाः सनातनाः कृता चैकादशी येन हरिवासरमुत्तमं युधिष्ठिर उवाच संशयोऽस्ति महान्मेत्र श्रूयतां पुरुषोत्तम कथं सुप्तोऽसि देवेश कथं च बलमाश्रितः कथं च भूमौ संवेश किं कुर्वन्ति जनाः परे एतद्वद महाप्राज्ञ संशयोऽस्ति महान् मम श्रीकृष्ण उवाच श्रूयतां राजशार्दूल कथां पापहरां परां यस्याश्रवणमात्रेण सर्वपापक्षयो भवेत् बलिनामा पूर्वमासीद्दैत्यस्त्रेता युगे नृप पूजयंश्चैव मां नित्यं मद्भक्तो मत्परायणः यज्ञैस्तु विधिवद्दैत्यो यजते मां सनातनम् भक्त्या च परया राजन्यज्ञकृद्व्रतकृत्तथा परं विचार्य बहुधा मखोना चैव सूक्तिभिः गुरुणा दैवतैः सार्थं बहुधा पूजितोऽप्यहम् ततो वामनरूपेण अवतारे च पञ्चमे अत्युग्ररूपेण तदा सर्वब्रह्माण्डरूपिणा वाक्चलेन जिता दैत्या सत्यमाश्रित्य संस्थितः शुक्रस्थं वारयामास यन्नारायण इत्ययं याचिता वसुधाराजन् सार्धत्रयपदीमया सङ्कल्पोदकमात्रे तु करे तेनैव चार्पिते रूपमी दृग्विधं राज्यंस्तदा शृणु मया कृतं भूर्लोके चरणौ न्यस्य भुवर्लोके तु जानुनि स्वर्लोके च कटिं न्यस्य महर्लोके तथोदरं जनलोके च हृदयम् तपो लोके दुकण्डकं सत्यलोके मुखं स्थाप्य मस्तकं च तदूर्ध्वकं चन्द्रसूर्यग्रहाश्चैव नक्षत्राणि तथैव च देवास्येन्द्राश्च नागाश्च यक्षगन्धर्वकिन्नराः स्तुवन्दो वेदसम्भूतैः सूक्तैश्च विविधैस्तथा करे गृहीत्वा च बलिं त्रिपदैः पूरिदामही अर्धं च तस्य पृष्ठे च पदं न्यस्तं मया तदा गदोरसतलं राजान् दानवो मम पूजकः क्षिप्तोऽधो दानवश्चैव किमकुर्वं ततः परम् विनयेन नतोऽसौ वै सुप्रसन्नो जनार्दनः आषाढ शुक्लपक्षे दुःखामिका हरिवासरः तस्यामेका च मूर्धिर्मे बलिमाश्रित्य तिष्ठति द्वितीया शेष पृष्ठे वै क्षीरसागरमध्यतः स्वपित्येव महाराज यावदागामि कार्तिकी तावत् भवेत् सुधर्मात्मा सर्वधर्मोत्तमोत्तमः व्रतं च गुरुदे मर्त्य सयादि परमां गतिं यदस्मात् कारणाद्राजन् कर्तव्या च प्रयत्नतः नाथपरतरा काचित् पवित्रा पावनाशिनी यस्यां सोपिति देवेश शङ्खचक्रगदाधरः तस्यां च पूजयेद्देवं शङ्खचक्रगदाधरं रात्रौ जागरणं कृत्वा भक्त्या चैव विशेषतः नास्या पुण्यस्य सङ्ख्यानं कर्तुं शक्तश्चतुर्मुखः एवं ह्यकुरुदे राजन्नेकादश्या व्रतोत्तमम् सर्वपापहरं चैव भुक्तिमुक्तिप्रदायकं स च लोके मम सदाश्वपचोऽपि प्रियङ्करः दीपदानेन पालाशपत्रे भुक्त्या व्रतेन च चातुर्मास्यं नयन्तीह ते नरा मम वल्लभाः चातुर्मास्ये हरौ सुप्ते भूमि शायी भवेन्नरः श्रावणे वर्जयेच्चागं दधि भाद्रपदे तथा मुग्धमाश्वयुजित्याज्यं कार्तिके द्विदलं त्यजेत् अथवा ब्रह्मचर्यस्तः सयादि परमां गतिम् एकादश्या व्रतेनैव पुमान् पापैर्विमुच्यते कर्तव्या सर्वदा राजन्विस्मर्तव्या न कर्षिचिद् शयनी बोधिनी मध्ये या कृष्णैकादशी भवेद् सैवोपोष्या गृहस्थस्य नान्या कृष्णा कदाचन शृणुयाच्चैव यो राजन् कथां पाप हरां पराम् अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्र्यां संहितायाम् उत्तरखण्डे उमामहेश्वरसंवादे देवशयन्येकादशी नाम त्रिपञ्चाशत्तमोऽध्यायः ॐ